चलो सुप्रभातम्। एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। स्वागतं सुप्रभातम्। कः वा का किं वदति? अहम् उषा हेतिराजं भगिनि। हा वदतु। नमस्कारः। ओ ओके नमस्कारः। ओहो अहं चिन्तितवती भवती किमपि प्रश्नं प्रष्टुम् इच्छति इति। ओके न भगिनि। नमस्कारः महोदय। नमस्कारः महोदय। नमस्कारः। अद्य क्रिस्मस् अस्ति तथापि वयं पठामः। ओके तदा क्रिस्मस् विषये शुभाशयाः एकोपि ये केपि तस्य भगिनी वर्गं मेल् मध्ये न स्थापितवती किल? किं मेल् मध्ये स्थापितवती एव? एकनिमिषम् एकनिमिषम् उषा भवती किम् उक्तवती मेल् मध्ये किं भगिनी? अहं पृच्छवती मेल् मध्ये वर्गं न स्थापितवती किल? वर्गं न स्थापितवती इत्युक्ते किं भवती क्लास् इन् द मेल् नो भगिनि? वर्गस्य अनौन्स्मेण्ट् भगिनि। वर्गस्य अनौन्स्मेण्ट् एव्रि वीक् यु हाव् टु यु विल्? यः अहं प्रेषितवती सर्वे जनाः प्राप्तवन्तः न भगिनि? तत् पूर्ववर्गस्य मेल् भगिनि रिपीट् कृतवती। तत् सर्वदा तदेव न भगिनि? डिसेम्बर् ओल्ड् डेट् डिसेम्बर् 25th डेट् नाट् वाट् टु चेञ्ज् द डेट्? हा कापि भगिनि नै नै नै नै नै दट् दट् इस् मै मिस्टेक् कापि पेस्ट् करोमि हा मम सङ्गणके अस्माकं वर्गस्य फार्मेट् अस्ति तत्र अहं कापि पेस्ट् करोमि। ओके तत्र अहं दिनाङ्कस्य परिवर्तनं कर्तुं कदाचित् विस्मृतवती अतः एव। चिन्ता मास्तु महिने चिन्ता मास्तु। ह्यः एव अहं प्रेषितवती ह्यः प्रातःकाले षड्वादने वा सार्धषड्वादने डेट् चेञ्ज् कर्तुं तु कदाचित् विस्मृतवती। ओके परन्तु मेल् प्राप्तं न? आं भगिनि। हा ओके पुनः एकः प्रश्नः अस्ति। अहं तत्पूर्वं दिनद्वयापूर्वं एक ईमेल् प्रेषितवती यत्र आरम्भतः गतवर्गपर्यन्तं लिङ्क्स् आसीत् तत् प्राप्तं वा? आम् आं भगिनि प्राप्तं प्राप्तं न? कारणम् अहं किं चिन्तितवती यदा कोऽपि पूर्ववर्गस्य रेकार्डिङ्ग् श्रोतुम् इच्छन्ति तत्र तु एक्सेस् नास्ति न अतः सर्वं तत्र अहं योजितवती। ओके धन्यवादः भगिनि। धन्यवादः धन्यवादः भगिनि स्वागतम्। इदानीं प्रतिवर्गस्य रेकार्डिङ्ग् तत्र एव कण्टिन्यू करिष्यामि। हा अतः यस्य इच्छा अस्ति पूर्व रेकार्डिङ्ग् श्रोतुं सामान्यतया अथवा सरलतया एक्सेस् कर्तुं शक्नुवन्ति. ओके ओके अद्य वयं किं कुर्मः? किमपि प्रपोजल् अस्ति वा? प्रश्नाः सन्ति? न भगिनी, एक रिक्वेस्ट् भगिनि. भगिनी एक रिक्वेस्ट्. अद्य अहं ऐ हाव् टु गो फार् मेरेज् भगिनी, अतः ऐ विल् गो अर्ली भगिनी. क्षम्यताम्. क्षम्यताम्. भवती कुत्र निवसति? चेन्नै मध्ये. चेन्नै मध्ये. ओ मेरेज् यावत् शीघ्रम् अस्ति वा? ओके. 60th. न भगिनी, 60th मेरेज्. ओ षष्ट्यब्दपूर्ति. क्षम्यतां. भवान् किं वक्तुम् इच्छति महोदय? रिकार्डिङ्ग् कुत्र प्राप्नोमि? अहं तु किम् दिनत्रयापूर्वं वा चत्वारि दिनानि अभवत्. अहं तु मेल् प्रेषितवती यत्र आरम्भतः रेकार्डिङ्ग् लिङ्क् अहं तत्र दत्तवती. अन्यजनाः प्राप्तवन्तः, भवान् कथं न प्राप्तवान्? मेल् कुत्र? न न प्राप्तवन्तः. मेल् मध्ये, मेल् मध्ये एकः विषयः अस्ति, रेकार्डिङ्ग् पूर्ववर्गस्य सर्व रेकार्डिङ्ग्स् अस्ति इति. भवान् यदा आगस्ट् ग्रूप् मध्ये अस्ति चेत् प्राप्तव्यम् इति अहं मन्ये. न प्राप्तवान् चेत् भवतः नाम योजयतु. ओके अस्ति अस्ति महोदय. अस्ति. ओके अस्ति. क्लास् रेकार्डिङ्ग् सेशन् 1 आफ् आगस्ट् 2022 बेच् सर्वं तत्र अस्ति. बहु दीर्घमस्ति. दीर्घमस्ति. ओके अद्यतनवर्गस्य तत्र एव योजयामि. अतः वारं वारं तत् आगच्छति. ओके अतः चिन्ता मास्तु. ओके कोऽपि किमपि प्रपोस् करोति अद्य किं करणीयम्? अन्यथा अहमेव निश्चयं करिष्यामि. प्रश्नः अस्ति? अग्रे अग्रे गच्छामः. अग्रे गच्छामः. ओके अग्रे गमनात् पूर्वं किञ्चित् पाणिनेः सूत्राणां पद्धतिः यत् वयं पठितवन्तः, अत्र दीर्घविषयः अस्ति, तस्मिन् विषये अहं चिन्तयामि किञ्चित् परीक्षां कुर्मः मम रीत्या. यद् अहं पूर्वमेव अपि कृतवती, एकः प्रश्नं प्रक्ष्यति, अन्यः उत्तरं ददाति. ओके पूर्णिमा, भवत्याः पर्यायः एकनिमिषं. अन्य कोऽपि आगच्छति चेत् न. ओके फैन्, अहम् एवमेव गच्छामि. अत्र अटेण्डीस् लिस्ट् अस्ति न, ततः अहं चिनोमि. भागीरथी, भवत्याः नाम प्रथमं. अतः भवती प्रथमं पृच्छतु प्रश्नं, कस्मिन् भागे अहं दर्शयामि. उत्तरं का ददाति तदपि अहं वदामि. जया भवती उत्तरं ददाति. ओके आम् आं महोदय. भागीरथी अस्ति वा? भागीरथी न? ओ अस्मि भगिनी, अहम् अस्मि. ओके ओके अस्मिन् भागे पाणिनेः सूत्राणां पद्धतिः इति वयं पठितवन्तः. एतत् सर्वं वयं समापितवन्तः. ओके यावत्पर्यन्तम् अहं दर्शयामि, यावत्पर्यन्तम्. ओके अत्र पाय्ण्ट् नम्बर् 2 न, व्याख्यानस्य आकृतिः वयं न पठितवन्तः. ओके तावत्पर्यन्तं द पाय्ण्ट् नम्बर् 1 यदस्ति तत् वयं इदानीं किञ्चित् परीक्षारूपेण प्रश्नोत्तरं करिष्यामः. ओके, अवगतम्? अवगतं. हा, प्रश्नमस्ति वा? न भगिनि. हा, इदानीं भागीरथी भवती अध्यापिका, प्रश्नं पृच्छतु. जया उत्तरं दास्यति. हा, उत्तरं सम्यक् अस्ति वा न तदपि भवती निर्णयं करिष्यति. ओके, ओके. करपत्रं दृष्ट्वा प्रश्नं पृच्छति वा? एवमेव, करपत्रं दृष्ट्वा एव भगिनि. ओके, प्रथमं भगिनि. ओके, ओके. पाणिनेः सूत्राणां पद्धतिः, ततः आरभ्य पायिण्ट् नम्बर् टु तावत्पर्यन्तं यत् किमपि मनसि आगच्छति पृच्छतु. शीघ्रं शीघ्रं. पाणिनेः प्रमुखलक्षणं किम् अस्ति? पाणिनेः किं लक्षणं? प्रमुखलक्ष्यं किम् अस्ति? ओके, जया, पाणिनेः प्रमुखलक्ष्यं किम् अस्ति? पाणिनेः प्रमुखलक्ष्यं सूत्राः समूहः किञ्चित् लैक् ग्रूपिङ्ग् ग्रूपिङ्ग् आफ् द सूत्रस् इन् इन् सीक्वेन्शियल् वे. भागीरथी उत्तरं सम्यक् अस्ति इति चिन्तयति वा? तस्य किं परिवर्तनं कर्तुम् इच्छति अथवा किमपि अधिकं वक्तुम् इच्छति भगिनि? मह्यं करपत्रम् अहं उत्तरं पद उत्पत्तिः एव पाणिनेः प्रमुखलक्ष्यं भगिनि. जया उत्तरं प्रथमवाक्यमत्र अस्ति. पद उत्पत्तिः पदव्युत्पत्तिः प्रमुखलक्ष्यं पदव्युत्पत्तिः. पदव्युत्पत्तिः इत्युक्ते किं? हलो, भागीरथी अथवा जया वदतु. अस्ति पद उत्पत्तिः, पदम् उत्पन्नं भवितुं इति कारणेन पाणिनेः प्रमुखलक्ष्यम् अस्ति. ओके, जया भवती किं वदति? पद उत्पन्नम् अथवा परिवर्तनं चेत् परिवर्तनम् अपि परिवर्तनं कथं वा? परिवर्तनम् इत्युक्ते भवती किं वक्तुमिच्छति? सूत्रानुसारेण विभक्ति अनुसारेण परिवर्तनं अपि विभक्ति अनुसारेण परिवर्तनं. परन्तु कस्य परिवर्तनं? पदपरिवर्तनं, पदस्य परिवर्तनम्. अरे पदस्य परिवर्तनं, पदस्य ओके. इदानीं जया भवत्याः पर्यायः, प्रश्नं पृच्छतु. पूर्णिमा भवती उत्तरं दास्यति. ओके, So should I ask from here only or in general also? No, no, no. Sarvam, huh? Oh, okay, okay. Okay. सर्वं यत् वयं पठितवन्तः पायिण्ट् नम्बर् वन् पाणिनेः सूत्राणां पद्धति इतः आरभ्य पर्यन्तम् अवगतम् अत्र अत्र अतः निर्दिष्टं कार्यं निमित्तात् पूर्वम् अपि परम् अपि अर्हति परन्तु अयं तृतीया विभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत् तावत्पर्यन्तम् अस्ति अस्माकं परीक्षा किं पोर्शन् आमां प्रश्नं पृच्छतु इदानीं कस्य विभक्त्याः विषयाणि वयं पाठयामः पाठयामः ने पठामः पाठयामः ने पाणिनेः सूत्रे नियमाः भवन्ति विभक्तयः किं कार्यं करोति इति साधारणव्याकरणकार्यं न भवति तत्र किं विभक्ति किं करोति इति सूत्रप्रकारेण संक्षिप्ततया पाणिनी उक्तवान् षष्ठी सप्तमी तृतीया पञ्चमी इति विभक्तयः भवति षष्ठी विभक्ति अस्ति चेत् तत्र स्थाने भवति तस्याः तस्याः प्रश्नः बहु विस्तारेण अस्ति आसीत् विस्तारेण उत्तरं न दातव्यम् आवश्यकम् वयमपि पाणिनेः सूत्राणि पठामः वयमपि संक्षेपरूपेण कार्यं कर्तुं प्रयत्नं कुर्मः पूर्णिम् इदानीं भवत्याः पर्यायः प्रश्नं पृच्छतु लघुप्रश्नं हा दीर्घं न प्रिया भवती उत्तरं दास्यति अस्ति न प्रिया पूर्णिमा प्रश्नं षष्ठीविभक्ति किं सूचयति षष्ठीविभक्ति इति स्थानं सूचयति किञ्चित् विवरणं विवरणम् आवश्यकं वा कदा कार्यं कुत्र भवति यदि एकसूत्रम् अस्ति चेत् सूत्रस्य कार्यम् एक कार्यम् अस्ति परन्तु कार्यस्य स्थानं किं यत् षष्ठीविभक्ति यत्र अस्ति तत्र कार्यमेव कुर्मः कार्यस्य स्थानं निर्दिश्यति उदाहरणम् आवश्यकं वा प्रिया इदानीं भवती प्रश्नं पृच्छतु सरस्वती उत्तरम् तृतीया विभक्ति किं तृतीया विभक्ति अस्ति विभक्ति अस्ति चेत् किं सूचयति तृतीया विभक्ति संयोजनं सूचयति अतः तृतीया विभक्ति यत् अक्षरं सूत्रं सूचयति तद् अक्षरस्य पूर्वम् अथवा परस्य अपि कार्यं भवितुम् अर्हति प्रिया सम्यक् समाधानम् आम् आम् मम समाधानं नास्ति. सरस्वती कार्यं पूर्वं वा परं वा भवितुम् अर्हति. तत् दट्स् वाट् शी सेड्. तत् सम्यक् एव, संक्षिप्तेन सम्यक् एव. सरस्वती इदानीम् उत्तरं ददातु, कस्य पूर्वं वा परम्? तृतीयाविभक्ति सूत्र सूत्रे तृतीयाविभक्ति यत् अक्षरं सूचयति तत् अक्षरस्य पूर्वम् अथवा परं कार्यं क्रियापरिचयं करोतु. इदानीं निमित्तस्य निमित्तं यत्र अस्ति तत्र तस्य पूर्वस्य वा परस्य वा कार्यं भवति. निमित्तं यत्र अस्ति तस्य पूर्वं वा परं? वाव्, बोत् आफ् यू आर् राङ्ग् टोटलि. कम् आन् सर्वमङ्गला, करेक्षन् करोतु. सूत्रे यस्य वर्णस्य तृतीया विभक्तिः भवति सः निर्दिष्टेन वर्णेन सह संयुक्त इत्यर्थः. अतः तत्र निर्दिष्टं कार्यं तस्मात् पूर्वमपि परमपि अर्हते. ओके, स्थानं यत् अस्ति तृतीया विभक्ति निमित्तं वदति, निमित्तं दर्शयति, परन्तु निमित्तस्य स्थानं कार्यस्य पूर्वम् अथवा परं द्वयमपि भवितुम् अर्हति. प्रिया सरस्वती भवति परन्तु निमित्तम् अन्यत्र भवति. ओके, तृतीया निमित्तं दर्शयति. ओके सरस्वती सर्वमङ्गला, सरस्वती प्रश्नं पृच्छतु, सर्वमङ्गला उत्तरम्. पाणिनेः विभक्ति प्रयोगं हौ इस् इट् डिफ्रेण्ट् फ्रोम् द रेगुलर् विभक्ति? सर्वमङ्गला प्रश्नम् अवगतवती. Is it different? If it is, yes, no. Okay, Saraswati, samyaktaya prashnam prachchatu. Paninehe sutra, sutre, athva, yeah, paninehe sutre shu. Sutram, na? Sutram, sutre, sutrani, saptami, sutre shu. Kim, kasmin vishya prachchati? Bhinnam, right? Bhinnam. Different is bhinnam. विभक्त्याः अर्थः, विभक्तेः अर्थः पाणिनीयसूत्रेषु विभक्त्याः अर्थः षष्टिविभक्ति स्थाने निर्दिशति. प्रथमाविभक्तिः आदेशः आगमः नामकरणं निर्दिशति. सप्तमीविभक्तिः पूर्वकार्यं. पञ्चमीविभक्तिः परकार्यं तथा तृतीयाविभक्तिः संयोजनं निर्दिशति. बट् हौ इस् इट् डिफ्रेण्ट् फ्रम् द रेगुलर् विभक्ति? वाट् वी सेड्, ओके, दट् इस् मै क्वश्चन्. कथं भिन्नम् अस्ति? तस्याः प्रश्नं किं विभक्ति किं कार्यं करोति तस्मिन् विषये नास्ति. विभक्ति सामान्यविभक्ति यद्वयं जानीमः, सामान्यविभक्तेः विभक्तिरूपाणि सूत्रेषु कथं भिन्नम् अस्ति. फार् एक्साम्पल् षष्टिविभक्ति सेलेक्टेड् इफ् यु टेक् षष्टिविभक्ति प्रत्याहारस्य षष्टिविभक्ति स्थाने इति भवति. स्थाने मीन्स् यस्य स्थाने अन्यत् भिन्नता कुत्र अस्ति इदानीं दर्शयतु भिन्नता कुत्र अस्ति सरस्वत्याः प्रश्नः भिन्नताविषये अस्ति विभक्ति किं कार्यं करोति तस्मिन् विषये न षष्टिविभक्ति सामान्यतया वयं किं जानीमः सामान्य रीत्या वयं षष्टिविभक्ति उपयोगं कुर्मः चेत् तत्र अर्थं किं भवति कस्य कयोः केषां कस्य कस्य वर्णस्य प्रत्याहारे न भगिनि षष्टिविभक्ति सम्बन्धः सामान्यविभक्तिरूपेण रूपे सम्बन्धः सूचयति परन्तु पाणिनि सूत्रेषु षष्टिविभक्ति स्थानं कुत्र कार्यं भवति इति सूचयति दट् मीन्स् सप्तमीविभक्ति आक्चुलि सामान्यविभक्तेः कुत्र सप्तमीविभक्ति यूस् इस् यूस् हियर् इन् पाणिनि हेस् यूस् इन् षष्टिविभक्ति अमे रैट् सर्वमङ्गला इदानीम् अवगत भिन्नताविषये यत् प्रश्नमस्ति ओके अवगतम् अवगतम् ओके इदानीं सर्वमङ्गला भवती प्रश्नं पृच्छतु सीतालक्ष्मी अस्ति वा उत्तरं सीतालक्ष्मी नो सुशीला अस्मि भगिनि जानाति एव अहम् उत्तरं ददामि ओके सीतालक्ष्मी उत्तरं न दत्तवती अतः सर्वमङ्गला प्रश्नं सुशीला उत्तरम् ओके अस्तु इत् संहितायां शलया अनुवृत्तिः इति किं वदति अनुवृत्तिः अनुवृत्तिः इति रेपिटिशन् अनुवृत्तिः सर्वमङ्गला तदेव अस्ति वा लिटिल् यस् यस् यस् स्पष्टीकरणं कृते एकस्य सूत्रस्य पुनः पुनः आगच्छति चेत् तत्येव अनुवृत्तिः इति पुनः पुनः किम् आगच्छति अग्रे आगच्छति मध्ये मध्ये मा वदतु हा भवत्याः पर्यायः यदा आगच्छति तस्मिन् समये वदतु ओके कारणम् अन्ये जनाः कष्टम् अनुभवन्ति हा तेषां कष्टनिवारणार्थमेव एतत् वयं कुर्मः ओके कुत्र कष्टम् अस्ति कथं निवारणं कर्तव्यं तत् वयं पश्यामः हा मध्ये मध्ये यदा उत्तरं प्राप्स्यति कोऽपि तदा तु चिन्तनविषयं तु आगच्छति ओके अतः सर्वे जनाः मौनं तिष्ठन्तु हा यस्य पर्यायः अस्ति सा एव वदति ओके समीचीनं महोदय ओके सुशीला किञ्चित् अनुवृत्तिसहितसूत्रेण वयं सूत्रस्य अर्थलक्षणम् अवगच्छामः शक्नुमः परन्तु अनुवृत्ति इत्युक्ते किं तदेव सर्वमङ्गला पृष्टवती न संहितायाम् इति एक लक्षणम् अस्ति चेत् पुनः पुनः आगच्छति चेत् ते सर्वे एक ग्रूपिङ्ग् मध्ये आगच्छति इदानीं न भगिनि न ऐ एम् रोङ्ग् I'm sorry. I can understand, but I cannot explain exactly. चोरः चौर्यं करोति, आरक्षकः आगच्छति. ओके, तदा चोरः धावति, आरक्षकः किं करोति? अपि धावति. अनुधावति. अनुधावति, अस्तु. अनुधावति, हा, इत्युक्ते किम्? रेपिटिशन् आफ् द एक्ट्. Not only repetition, it's following. Ah, yes. Oh, it's following. Ah. Okay. Idan. Astra bagini. Sutra vishye. Anuvritti. Ah. Sutra vishye, adhikam, kim karaneyam iti विवरणं ददाति. सूत्रे अपेक्षितस्य पदस्य पूर्वस्मात् सूत्रात् स्वीकारं यदा भवति तदा अनुवृत्तिः कथयति. ओके. सुशीला अवगतम् इदानीं? अस्तु भगिनि. आम्, यानि पदानि उपयोगानि सन्ति तद् वयं स्वीकुर्मः अग्रिमसूत्रे. केवलं यस्य उपयोगमस्ति अथवा यस्य आवश्यकता अस्ति तदेव स्वीकुर्मः, सर्वं न. तदस्ति पूर्वस्य सूत्रस्य अर्थं स्वीकरणीयम् इति अनुवृत्तिः वदति वा? तत् पदम् अर्थमपेक्षितपदम् अपेक्षितपदम्. अस्तु अदे. अस्तु अस्तु भगिनि, धन्यवादः. आमाम्. ओके, अस्तु भगिनि. आम्, सीतालक्ष्मी नाम तु अस्ति अत्र. ओके, सीतालक्ष्मी भागमोढुम् इच्छति न. ओके, सुशीला प्रश्नं पृच्छतु, उषा उत्तरम्. ओके, आं भगिनि. नामकरणम् इत्युक्ते तस्य अर्थः किम्? उषा, नामकरणम् इत्युक्ते किम्? सरलं प्रश्नं. नामकरणम् अहं वदामि, चिन्तयित्वा अहं वदामि. समयं किञ्चित् समयं ददातु भगिनि. नामकरणं सुप्तिं पदन्तं नामं, सुप्तिं पदन्तं नामं, सुप्तिं पदन्तं पदम् अन्तं नामकरणं कर्तुं जानाति. नामकरणं पदं यदस्ति, हा, वर्ड् मीनिङ्ग् आफ् द वर्ड् जानाति? आम् आं भगिनि. तदेव वदतु. न, एतत् पठतु, किमस्ति? सुप् तिगन्तं पदं, सुबन्तं च तिगन्तं च पदसंज्ञा भवतः इत्युक्ते सुबन्तानां तिगन्तानां च पदसंज्ञा भवति. सुप्तिगन्तं प्रथमान्तं पदं प्रथमान्तम्. ऐ एम् नाट् एबल् टु गिव् द अक्युरेट् आन्सर् भगिनि. न न न चिन्ता मास्तु हा यद् लिखितमस्ति तत् पठतु हा अनन्तरं तस्य अर्थं ज्ञास्यामः ओके इदानीम् अग्रे पठतु सुबन्तं च दिगन्तं च पद संयकौ भवतः इत्युक्ते सुबन्तानां तिगन्तानां च पदसंज्ञा भवति सुप्तिगन्तं प्रथमान्तं पदं प्रथमान्तम् ओके उदाहरणं पठतु राम अधिकं सु रामः रामः इत्यस्य अन्ते सु इति सुप् प्रत्ययः अस्ति सुप् अन्ते यस्य सः सुबन्तं सुबन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति वद् योगे अ योगे ति वदति वदति इत्यस्य अन्ते ति इति तिङ् प्रत्ययः अस्ति तिङ् अन्ते सः तिगन्तं तिगन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति ओके अत्र नामकरणम् इति यद् दत्तमस्ति तस्य उदाहरणं पदसंज्ञाविषये दत्तम् अस्ति ओके अतः पदम् इति कस्य नाम तस्य विवरणम् अत्र दत्तम् अस्ति ओके आं भगिनि सुप्तिगन्तस्य परन्तु तदेव केवलं तदस्ति वा नामकरणं केवलं पदविषये भवितुम् अर्हति वा अन्यत्र अपि वयं नामकरणं कर्तुं शक्नुमः प्रथमान्तं सूचयतु वदतु वदतु सारि भगिनि नाम के नामानि भवती जानाति एकं तु नाम पदम् इति भवती जानाति अन्य किं जानाति अन्य टर्मिनालजि जानाति वा सूत्रविषये सुशीला आं भगिनि आमां नामकरणम् इत्युक्ते सुबन्तं तिगन्तम् इति वक्तव्यं क्रियापदं च नामपदम् इति ग्रूपिङ्ग् मध्ये अस्ति नामपदस्य प्रयोगं सुप्रयोगम् अस्ति चेत् सुबन्तं नाम धातु च तिङ् प्रत्ययः अस्ति चेत् तत् क्रियापदम् इति ग्रूपिङ्ग् सुबन्तं तिगन्तं पदम् इति महर्षि मम भवत्याः प्रश्नः नामकरणम् इत्युक्ते किम् अतः सुबन्तं तिगन्तम् आम् अन्यत्र न भवत्याः प्रश्नमेव न न न एकपदं करणीयं चेत् सुप्तिगन्तं प्रत्य सूत्रविषये वयं सम्यक् जाने ज्ञातव्यं अक्सेप्टेड् परन्तु नामकरणं केवलं पदं विषये अस्ति वा अन्यत्र अपि भवितुम् अर्हति ओके विजया कमान् कमान् नामकरणम् इत्युक्ते किम् सम्यक्तया वदतु अत्रैव अत्र उत्तरम् अस्ति खलु महोदय सुप् तिङन्तं पदम् अत्र सुबन्तं प्रयोगं कुर्मः चेत् अत्र पदसंज्ञा भवति अनन्तरं तिङन्तं वदयोगः आयोगः ति इति वदति इति क्रियपदमस्ति एतदपि पदसंज्ञा भवति एव परन्तु नामकरणम् इत्युक्ते पदम् भवत्याः एक्स्प्लेनेशन् तदेव दर्शयति यत् सुशीला अपि उक्तवती उषा अपि उक्तवती मम प्रश्नः नामकरणम् इत्युक्ते केवलं पदविषये अस्ति वा? पदविषये एव सुबन्तम् अपि पदं भवति, तिङन्तम् अपि पदं भवति, एतत् नामकरणं भवति. ओके, जुगल्किशोर् महोदय, भवान् किं चिन्तयति? हा, केवलं पदविषये नामकरणम् अस्ति वा? पदम् इत्युक्ते नाम, हा, अन्यत्र नामकरणं न भवति? जुगल्किशोर् अस्ति वा न भवति? अनेक जगा भवति. हा, अनेक जगा भवति. अन्य अन्य उदाहरणं ददातु. विद्धि राधेच्, ओके, अदेन गुण, न न न, तत्तु सूत्रं भवान् वदति, तत्र नाम न संज्ञासूत्रम् अस्ति महोदय, संज्ञासूत्रम्. ओके ओके, तस्मिन् विषये वृद्धि किं, वृद्धि किं, गुण किं, संज्ञा अस्ति, संज्ञा अस्ति, संज्ञा संज्ञा नामकरणं भवति तु. ओके, नामकरणं संज्ञा वृद्धि किम् अस्ति तद् दर्शयति. हा, अतः वृद्धि अस्ति नाम राधेच्. हा, वृद्धिराधेच् एतस्य सूत्रस्य आधारेण वृद्धिः किम् अस्ति तस्य ज्ञानम् ऐ औ ऐ ओ अनन्तरं द्वितीयसूत्रं भवान् किम् उक्तवान्? आदेङ्गुण आदेङ्गुण अदेङ्गुण अदेङ्गुण ए ओ गुणसंज्ञा गुणसंज्ञा. अतः गुणसंज्ञा इत्युक्ते किं, तस्य विषये सूत्रमस्ति अदेङ्गुणः, तद् दर्शयति. तदपि अस्ति गुण इति संज्ञा. ओके, सर्वे जान ज्ञातवन्तः? सुशीला, उषा भगिनी, भगिनी भवती उक्तवती अतः संख्यावाचः अपि नामकरणम् इति महर्षि सूचयति इति. संख्या संज्ञा, हा, नामकरणं नामकरणम् इत्युक्ते नाम ददाति, संज्ञा इति. ओके, ओहो, ओके ओके, धन्यवादः. अतः महोदय महोदय, संख्या इति एतत् रूपिङ्ग् दत्तवान् अतः संहितायामपि एकघृतं, संहितायामपि एक नामकरणं वा? संहिता इत्युक्ते किं, हा, तस्मिन् विषये सूत्रम् अस्ति. अतः संहिता इति डेफिनेशन्. नामकरणम् इत्युक्ते आङ्ग्लभाषायां वयं डेफिनेशन् इति वदामः. ओके ओके ओके भगिनि, धन्यवादः. स्वागतं सर्वे जनाः. प्रश्नः अस्ति वा? भागीरथी, अन्यप्रश्न? नामकरणं विषये समाप्तं. भगिनि भगिनि, no, I do not understand. So, नामकरणम् इत्युक्ते संज्ञा वा? न न न, नामकरणम् इत्युक्ते डेफिनेशन्. ओके ओके, नामकरणम् इत्युक्ते डेफिनेशन्. डेफिनेशन् किम् अस्ति? हा, ओके, अत्र उदाहरणं नामकरणविषये सुप्तिङ्गन्तं पदम् इति दत्तम् अस्ति. ओके, अत्र अस्मिन् सूत्रे पदम् इत्युक्ते किम्, एतस्य डेफिनेशन् दत्तमस्ति. ओके, अतः पदं नामकरणं, कस्य नामकरणं? यत् सुबन्तम् अस्ति अथवा तिङन्तम् अस्ति तस्य नाम पदम् इति. अवगतम्? अन्य किमपि उदाहरणमस्ति वा? अन्य अन्य ओके, जुगल् किशोर् महोदयस्य हस्ते बहवः उदाहरणानि सन्ति. हा, अतः तत्र भूवादयो धातवः. तस्मिन् विषये चिन्ता मा करोतु, ज्ञानमस्ति चेत् ओके, अस्माकं कृते तु उपयोगी अस्ति न, ओके इदानीं पश्यामः भूवादयो धातवः अतः तत्र कस्य नामकरणमस्ति धातु इति किं भू एक्सेट्रा दे आर् नोन् एस् धातु ओके तत्रापि नामकरणम् अस्ति ओके इदानीमेव अवगतं भगिनि अनेकनामकरणानि सन्ति इति वयं सर्वे अहं जानीमः सुबन्धं तिङन्तम् एव न न न अतः सुबन्तं वा तिङन्तं वा पदमेव पदसंज्ञा द्वयमपि पदं परन्तु अस्मयमपि पदमेव भगिनि अस्माकं ज्ञानं कुत्र अस्ति पदम् इत्युक्ते किं पदं नाम अस्ति पदं नाम अस्ति अतः नामकरणम् अतः एव वयं वदामः सो वाट् इस् पदं तदस्ति यदा सुबन्तम् अस्ति अथवा तिङन्तम् अस्ति तत्तु सूत्रं वदति यदा सुबन्तं तिङन्तम् अस्ति चेत् तस्य नाम अस्ति पदम् ओके ओके भूवादयः भूवादयो धातवः ओके कस्य नाम धातु अस्ति भू एण्ड् कम्पनी भू एक्सेट्रा कस्य नाम अस्ति धातु ओके जुगल्किशोर् महोदय अन्य किमपि अस्ति वा हस्ते सूत्रं यत्र नामकरणमस्ति आं महोदय वदतु मुख नासिका वचनो नासिका वचनो नासिका अनुनासिकः मुखनासिका अनुनासिकः ओके अनुनासिक वर्णस्य किं नामकरणम् ओके अवगतं सर्वे जनाः डेफिनेशन् आफ् वाट् इस् अनुनासिकवर्ण ओके वृद्धिः डेफिनेशन् आफ् वृद्धिः वृद्धि डेफिनेशन् किम् अस्ति जुगल् किशोर् महोदय वृद्धिरादेच् वृद्धिरादेच् वृद्धिरादेच् वृद्धि इत्युक्ते किं तस्य डेफिनेशन् वृद्धिरादेच् एतस्य सूत्रस्य आधारेण वयं वृद्धिः इत्युक्ते किं जानीमः गुणः इत्युक्ते किं वयं जानीमः ओके एतदस्ति नामकरणम् अवगतम् आं भगिनि धन्यवादः अलोन्तराः संयोग संयोग किं संज्ञा अस्ति संयोगः इत्युक्ते किं तस्यापि नामकरणम् अलोन्तराः ओके तस्य इदानीं किञ्चित् कष्टं भविष्यति न जुगल्किशोर् महोदय अवगमनार्थं किञ्चित् कष्टं भविष्यति कार्यम् इस् नेम्ड् इट् इस् काल्ड् संज्ञा इस् भगिनि वेन कार्यम् इस् नेम्ड् इट् इस् काल्ड् नामकरणं संज्ञासूत्रम् इति अपि संज्ञासूत्रम् इति अपि तस्य नाम भवति साधारणतया धन्यवादः भगिनी प्रथमा विभक्तिः आदेशः आगमः नामकरणम् इति सूचयति खलु तत्र अन्यत्र प्रथमा विभक्तिः नामकरणस्य सूचिका भगिनि अदर् देन् आगमः आदेशः then rest of them is what does it mean namakaranasya sutra it is under prathama vibhakti definition prathama vibhakti kim kim nirdishati tasmin vishaye uktam asti adeshah athva agamah athva namakaranam okay karya trayam asti prathama vibhaktehe okay सरस्वती समाधानं सो सो वेनेवर् दे आर् डूयिङ्ग् अ डेफिनेशन् यत्र So they will be using Prathama Vibhakti to define Namakarnam, is it? Prathama Vibhakti kim kim nirdishati? Ikku yanati yat sutram asti. Katra Prathama Vibhakti yan iti asti. Okay? Tadasti adeshah. Karyam, karyartham kim adeshah asti tat nirdishati. अत्र आगमविषये अपठत् तत्र अ यदस्ति तत् आगमः इति निर्दिशति एतस्य सूत्रस्य आधारेण लुङ् लङ् लुङ् एक्सेट्रा एक्सेट्रा ओके अनन्तरं नामकरणविषये एकमेव दत्तमस्ति उदाहरणरूपेण पदम् इत्युक्ते किं पदं तत्र तु न आदेशः अस्ति न आगमः अस्ति केवलं नाम अस्ति कस्य नाम पदं वयं वक्तुं शक्नुमः यस्य सुप् अन्तम् अस्ति अथवा तिन् अन्तम् अस्ति तस्य एव नाम पदं भवितुम् अर्हति अन्यस्य नाम पदं भवितुं न अर्हति अवगतम् तदेव अस्ति भू इति यदस्ति तस्य नाम धातु धातुः भू अथवा अन्य यत्किमपि तस्मिन् गणे अस्ति भू आद भूवादयः इति लिखितमस्ति अथवा भू एक्सेट्रा तत्र गणः अस्ति धातुगणः अस्ति भगिनि यचो वा याच वा इति एकः अस्ति खलु तदपि संज्ञा एव न यचो यः तत्र सूत्रमस्ति सन्धिविषये ओके तदपि संज्ञा तत्र एव न वा वृत्तिराजे अपि सन्धि एव खलु वयं यस्मिन् समये किं सन्धिविषये सूत्राणि वयं इदानीं जुगलकिशोर् महोदय उक्तवान् वृद्धिराधे इति न जा सर्वं सूत्राणि न सर्वे सूत्राणि न जानामि येचो आयाच वा सूत्रं कुत्रापि न उपयोगं करोतु नामकरणविषये येचो यवायावः न ओके तत्र तु साक्षात् सूत्रं दत्तम् अस्ति कस् इको यणचि यद्वयं दृष्टवन्तः इकः स्थाने यण् आदेशः तत्र एच् एच् स्थाने अयवायावः आगच्छति ओके तत्र आदेशसूत्रमस्ति ओके अयवाय एचो यवायावः यदस्ति अयवायावः तत्र तु प्रथमाविभक्ति अस्ति परन्तु तद् आदेशरूपेण आगतम् ओके नामकरणरूपेण न ओके स्पष्ट दिस् इस् वाट् ऐ अण्डर्स्टाण्ड् पुटिङ्ग् इट् इन् डिफ्रेण्ट् वर्ड्स् द सूत्रस् विच् यूसस् द प्रथमाविभक्ति फार् नामकरणं जस्ट् गिव् द डेफिनिशन् आफ् दट् वर्ड् इन् दिस् केस् इन् द एक्साम्पल् दट् इस् गिवन् तिङ्गन्तं पदम् So what is padam? Padam is suptingantam is the definition for padam. There is nothing else stated there. Na, himapi karyam na darshayati, ha, tatra. That's what, yeah. Just simple definition. Samya sutra. Okay. Yatra karyasya nirdesham bhavati, prathama vibhakti adharena, tatto bhinnam adharena adeshah bhavati, agamah bhavati, अथवा नामकरणम् ओके इदानीं नामकरणविषये स्पष्टता अस्ति वा इतोपि भ्रमः अस्ति बेसिक् बेसिक् हा न एतत् सर्वम् ओके ओके अग्रे गच्छामि महोदय अत्र आदिरन्त्येन आदिरन्त्येन सहेत एतदपि आगच्छति वा आदिरन्त्येन सहेता तत्र तु माहेश्वरसूत्रस्य प्रत्ययनिर्माणविषये अस्ति न ओके तत्र तु प्रत्ययनिर्माणं कथं कर्तव्यं कथं भवति किं किं गणनां भवति तत्र प्रत्याहारनिर्माणमेकवारं कृतं चेत् तस्मिन् विषये अत्र तु नामकरणं तु भिन्नम् अस्ति न अत्र वयं सूत्रं सूत्रस्य विभक्तिरूपाणि यत् सन्ति सूत्रे सूत्रेषु विभक्तिरूपाणि यत् सन्ति तस्मिन् विषये वयं चर्चां कुर्मः ओके प्रत्याहारविषये न प्रत्याहारं तु भिन्नम् ओके अन्य किमपि प्रश्नः अस्ति ओके ओके भागीरथी भगिनी प्रश्नः अस्ति मनसि नामकरणविषये तु बहु कालं वयं यापितवन्तः यावत् वयं पठितवन्तः वदतु प्रश्नं वा भगिनि प्रश्नं लघु लघु प्रश्नं सप्तमी विभक्त्यन्तं कार्यं कुत्र भवति ओके जया वदतु सप्तमी विभक्ति इति परनिमित्तं पूर्वकार्यं सूचयति भागीरथी पूर्व स्थानस्य परनिमित्तं पूर्वकार्यं सूचयति सप्तमी विभक्ति भागीरथी समाधानम् आं भगिनि भवती वदतु भगिनि वदतु सप्तमी विभक्ति यस्य वर्णस्य भवति कार्यात् पूर्वं स्थितः इति अर्थः निर्दिष्टात् कार्यात् पूर्वम् एव स्थितः ओ वाव् वाव् वाव् भागीरथी जया करेक्ट् स्थानस्य परनिमित्तं पूर्वकार्यम् इति निर्दिशति सप्तमी विभक्ति चलो परनिमित्तं पूर्वकार्यम् एतस्य अर्थं वदतु भागीरथी तु तत्तु सम्यक्तया न अवगतवती परनिमित्तम् इत्युक्ते स्थाने पर आफ्टर् द आफ्टर् द स्थानं वाट् इस् द रूल् दट् इस् वाट् सप्तमीभक्ति परनिमित्तं ददातु न उदाहरणं ददातु सरलं भविष्यति परनिमित्तम् इत्युक्ते सो सो इति उक्त्वा सो इति उक्त्वा सो वि हाव् टु वेन् यु ब्रेक् इट् अप् टु द स्थानं सो द कार्यम् इ प्लस् टु विल् बि यकार so that is a ach e plus u is a karyam so paranimitam is the condition so which is coming after the e that is the paranimitam so before the u the e is there that is the purva karyam bhagirathi avagatam na na bhagini na avagatam okay ओके जया एकनिमिषं हा अहम् उद्घाटयामि हा भवत्याः उदाहरणं किं वदतु इत्युक्ते उक्त्वा इति उक्त्वा इति उक्त्वाः एकनिमिषं इति अरे किम् अस्ति जस्ट् अ मिनिट् हा ऐ डोण्ट् नो वाट् इस् हेपिङ्ग् हा इति अनन्तरम् उक्त्वा हा उक्त्वा इति उक्त्वा ओके इति उक्त्वा ओके समाधानं करोतु विभजनं कृत्वा इत् प्लस् इ हा किम् इत् इत् ओके हा योग इ योग उक्त्वा योग इ हा योग उक्त्वा उक्त्वा एकनिमिषं हा भागीरथी यावत्पर्यन्तम् अवगतम् अवगतं भगिनि अत्र किं जया अहम् उक्त्वा एतस्यापि उ अहं निष्का भिन्नं करोमि विभजनं करोमि ओके अनन्तरम् उक्त्वा ओके हा ओके इदानीं वदतु So, the karyam, karyam, the rule is paranimittam purva karyam. Huh? Karyam is at E. Karyam is at E. Huh? Bhagirathi. Itadishtatam karyam is at E. Huh? E. E sthane karyam bhavati. Anantaram, Jaya? U sthane, nimittam. U sthane? निमित्तं भवति ओके अतः वट् इस् द टर्मिनालजि दया कमान् सन्धि भवति सन्धि भवति न न वयं वयम् इदानीं निर्णयं कुर्मः पूर्वं परं विषये ओके पूर्वं परं विषये तत्र एव भ्रमः अस्ति सर्वेषां कृते ओके वदतु इदानीं पूर्वं किं परं किम् उकारस्य उकारस्य हा वदतु उकारस्य पूर्वम् इकारस्य परम् उकारस्य पूर्वं कार्यं भवति इत्युक्ते निमित्तस्य पूर्वं कार्यं भवति अवगतं भगिनि पूर्वं अथवा कमान् जया इकारस्य परं निमित्तम् इत्युक्ते कार्यस्य परं निमित्तं दर्शितं भवति दर्शितं एव्रिबडि क्लियर् एतत् वयं वारं वारं पठामः तथापि मनसि न तिष्ठति हा ओके पूर्वं परम् एवं वयं वक्तुं शक्नुमः ओके यदा वयं कार्यस्य स्थानम् उपयोगं कुर्मः कार्यस्य स्थानस्य अनन्तरं निमित्तं यदस्ति तत् सप्तमी विभक्ति उपयुक्तं तत्र अस्ति अचि इको यन् अचि हा तत्र अचि सप्तमी अतः तदस्ति परं कस्य परं कार्यस्य परम् अथवा निमित्तं यदस्ति तस्य पूर्वं कार्यं भवति ओके ओके अवगतवन्तः हलो क्लास् क्लास् लर्केम्पो ऐ मीन् मै क्लास् सांस्कृत् क्लास् ओके सर्वे जनाः अवगतवन्तः पूर्वं परं कथम् उपयोगं कर्तव्यं एकं स्थिरं स्थापनीयम् अन्यं पूर्वं परं तदनुगुणं वक्तव्यम् ओके इदानीं यदा पञ्चमी विभक्ति वयं चिन्तयामः अरे देर् इस् वन् कृष्णमूर्ति आल्सो हियर् हा महोदयस्य ध्वनिः न श्रुतं कृष्णमूर्तिमहोदय पञ्चमीविषये एवमेव स्पष्टीकरणं करोतु ओ गाड् न कृष्णमूर्ति महोदय महोदय पञ्चमी परकार्यमस्ति महोदय ओके एवं यदा सप्तमीविभक्तिविषये कथं वयं किं स्पष्टीकरणं कृतवन्तः तस्य आधारेण पञ्चमीविभक्तिविषये स्पष्टीकरणं करोतु महोदय पञ्चमीविभक्ति परकार्यं सूचयति निमित्तं कुत्र अस्ति निमित्तं महोदय निमित्तं नन्तरे परे आगच्छति न न न न न न न निमित्तम् अनन्तरम् आगच्छति चेत् तदस्ति कार्यस्य परं निमित्तम् आगच्छति चेत् तत्र तु सप्तमी आगच्छति वयम् इदानीं पञ्चमीविषये वदामः परकार्यमस्ति निमित्तं कुत्र भवति पूर्वमेव निमित्तं पूर्वं निमित्तं भवति कार्यं परं भवति ओके अतः कार्यस्य आधारेण वयं पूर्वं परम् उपयोगं कुर्मः चेत् कार्यं यत्र अस्ति तस्य पूर्वं यदस्ति तदस्ति पूर्वनिमित्तं पञ्चमी निर्दिशति ओके सत्यं न सर्वे अवगतवन्तः पूर्वनिमित्तं परनिमित्तं कार्यस्य आधारेण यदा एकस्मिन् स्थाने कार्यं भवति तस्य पूर्वं यदस्ति तदस्ति पूर्वनिमित्तं तस्य अनन्तरं यदस्ति तदस्ति परनिमित्तम् ओके मेडम् दट् ऐ अण्डर्स्टुड् बट् वै दट् परकार्यं परकार्यम् इत्युक्ते तस्य अनन्तरं कार्यं भवति ओके इदानीं निमित्तस्य आधारेण यदा वयं वदामः परकार्यं कदा भवति पञ्चमीनिमित्तम् अस्ति चेत् कार्यं परं भवति सप्तमीनिमित्तम् अस्ति चेत् कार्यं पूर्वं भवति पूर्वम् ओके अवगतवन्तः सर्वे अतः वाट् डु यु टेक् एस् युर् स्टडि देट् इस् वाट् इस् इम्पार्टेण्ट् इफ् यु टेक् कार्यम् एस् युर् स्थिर स्थानं देन् कार्यस्य पूर्वं पञ्चमी यद् निर्दिश्यति तदस्ति पूर्वनिमित्तं कार्यस्य परं सप्तमी यद् निर्दिशति तदस्ति परनिमित्तम् ओके सो देट् इस् वित् रेफरेन्स् टु कार्यम् ओके नौ इफ् ऐ टेक् निमित्तम् ऐव् गाट् पञ्चमी विच् टेल्स् मी कार्यं तस्य परं भवति ऐव् गाट् सप्तमी विच् टेल्स् मी कार्यं तस्य पूर्वं भवति अवगतम् इदानीम् भगिनि स्टिल् भ्रमः पूर्वं परम् ऐ डोण्ट् ब्लेम् युआल् फोर् दिस् ऐ जस्ट् ऐ वाण्ट् टु आस्क् द कन्फ्यूशन् आफ् तृतीया विभक्ति टु दिस् सो टेकिङ्ग् निमित्तम् अस् स्टडि निमित्तस्य पूर्वम् अथवा परं कार्यं भवति इदानीं तृतीयाविभक्तिविषये ओके कृष्णमूर्ति कवान् यु एक्स्प्लेन् तृतीयाविभक्ति नौ हा इदानीम् अहं तु दर्शितवती पञ्चमीविषये सप्तमीविषये इदानीं भवान् तृतीयविषये वदतु कवान् तृतीयाविभक्ति संयोजनं सूचयति महोदय ओके इत्युक्ते When two vyanjanas joined together without a vowel without swara. without swara vowels that is two vyanjanas joined together that is sanyuktaksharam oh mahoday अस्मिन् सन्दर्भे संयुक्ताक्षरविषये वयं न चर्चां कुर्मः वयं तृतीयाविभक्तेः उपयोगं कथं भवति सूत्रे तस्मिन् विषये वयं पश्यामः ओके संयुक्ताक्षरविषये न ओके सो कृष्णमूर्ति महोदय गतं हा प्रिया कम् आन् लेट्स् सी वेदर् यू केन् डु वाट् इस् द क्वश्चन् तृतीयाविभक्ति उदाहरणविभक्ति वयं तु पूर्वं परम् इति उपयोगं कृत्वा पञ्चमी षष्ठी सप्तमी त्रयमपि वयम् अवगतवन्तः इदानीं तृतीयाविभक्तेः विषये वदतु ओके तृतीयाविभक्ति संयोजनं सो तृतीयाविभक्ति सूत्रे यत्र तृतीयाविभक्ति भवति तत्र पूर्वमपि परम् अपि का तस्मात् पूर्वमपि परमपि कार्यं भवितुम् अर्हति कार्यं न निर्दिष्टं कार्यं तस्मात् पूर्वमपि परमपि कार्यं कार्यं कार्यस्य स्थानं तु निर्दिष्टम् अस्ति आं दर्शयति ओ ओ ओ कमान् प्रिया उदाहरणं ऐ गिव् दि एक्साम्पल् अण्ड् ट्रै टु अण्डर्स्टाण्ड् ओके सो स्तोः श्चुनाश्चुः स्तोः षष्टिविभक्तिः अस्ति श्चुना तृतीया विभक्ति स्तुः प्रथमा अस्ति सो इफ् स्तुः इस् स्तुः सकार और् तकार और् तो वर्ग इफ् बिफोर् बिफोर् द तृतीया विभक्ति चु शकार अथवा च वर्ग अथवा इफ् Chu is before stu, either way. Stu yojan shu. Kutra bhavati. Oi, oi. Idanim chinte tu. Karyam bhavati. Karyam bhavati. Karyam bhavati. Shashti bhavati. Stu sthane karyam bhavati. Shashti kin nirdishati. Now, in this sutram, stoho shchunash chuhu, tatra shashti vibhakti padam kim asti? Stu asti. Stoho. Stoho. सोः षष्टिविभक्तिः अस्ति ओके सोः तत्तु सकार तु वर्ग स्तु अहं वदामि परन्तु षष्टिः अथवा तवर्ग सोः षष्टिः अस्ति चुना तृतीया अस्ति चुः प्रथमा अस्ति सो यदि अहं लिखामः स्तु स्तोः योगं श्चु षष्टि योगं तृतीया अथवा एकनिमिषं हा अहं सूत्रमेव अत्र लिखामि हा स्तोः स्तोः चुना श्चुः नो ओके श्चुना न हा श्चुना श्चुः श्चुः आम् षष्टी तृतीया प्रथमा ओके अत्र स्तोः षष्टि स्तोः षष्टि ओके तदस्ति स्थानं तदस्ति स्थाने आम् अनन्तरं चुना तृतीया चुना तृतीया ओके तदस्ति इदानीं तस्य निर्णयं कर्तव्यं श्चुः किमस्ति प्रथमा प्रथमा तत् तत् कार्यं कार्यम् इत्युक्ते आदेशः आदेशः आदेशः ओके आदेशरूपेण अत्र कार्यं भवति कस्मिन् स्थाने षष्टिस्थाने यत्र सोः वर्णाः सन्ति ओके स्थाने चु आगच्छति कण्डिशन् किं कण्डिशन् यदि शुना अस्ति शुना कुत्र भवितुम् अर्हति शुना स्तोः स्तोः अनन्तरं भवितुम् अर्हति और् can I write it in an equation below? Okay. If you write down below, Stoho plus... Stoho, okay. Ekanamisham. Stoho... Stoho... Plus... Shuna. Shuna, okay. Or... अथवा और चुना प्लस स्तोहो चुना प्लस प्लस स्तोहो स्तोहो एंड स्तोहो विल बी रिप्लेस्ड बाय चुनु बोथ द प्लेसेस स्तोहो विल बी रिप्लेस्ड बाय स्तोहो तो अत्र अपि अहम् इक्वल् टु लिखामि तदा किं भवति स्तोः स्थाने स्युः आगच्छति केन कारणेन स्तोः तत्र षष्ठी अस्ति तत्स्थानी भवति स्युः प्रथमा अस्ति तत् एव कार्यं दट् इस् द कार्यं दट् इस् गोयिङ्ग् टु हेपन् ओके एकनिमिषं हा मम इक्वेशन् किम् सम्यक् अस्ति सम्यक् अस्ति इति अहं चिन्तयामि सर्वे जनाः किं वदन्ति स्तोः स्थाने स्युः आगच्छति कदा यदा स्चुना पूर्वमस्ति वा परमस्ति ओके बिकास् इट् इस् तृतीया विभक्ति तत्कारणेन पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति परं निमित्तं भवति ओके इदानीं पूर्वनिमित्तं परनिमित्तं द्वयमपि तृतीयाविभक्ति दर्शयति इत्युक्ते निमित्तं कार्यस्य पूर्वम् अथवा परं भवितुम् अर्हति तदा तृतीयाविभक्ति उपयुक्तं भवति यदा कार्यस्य पूर्वं निमित्तमस्ति पञ्चमी दर्शयति कार्यस्य अनन्तरं निमित्तमस्ति सप्तमी दर्शयति कार्यस्य पूर्वं वा परं भवितुमर्हति तदस्ति तृतीयाविभक्तेः कार्यम् ओके अवगतं सर्वे जनाः गुड् कन्फ्यूशन् ऐ हेव् अ क्वश्चन् यु आर् यूसिङ्ग् कार्यम् एस् द standard stable one can I not use thani it is the same thing right because that is where the karya is happening right because samanya tena karyam yad asti tat kena karanena bhavati anantaram tasya nimittam kim asti etasya vishayasya charcha सामान्यतया भवति अतः कार्यम् इति पदं वयम् उपयोगं कुर्मः स्थानम् इति न स्थानं स्थाने कार्यं भवति न सो कार्यम् इस् इम्पार्टेण्ट् और् स्थानम् इस् इम्पार्टेण्ट् कार्यं कार्यं इट् इस् द सेम् कान्सेप्ट् दो रैट् इट् इस् द स्थाने इट्सेल्फ् रैट् स्थाने इट् इस् द स्थाने कार्यं भवति ओके अतः कार्यस्य पूर्वं कार्यस्य परं कण्डिशन्स् भवति ओके अवगतम् अत्र सर्वे सूत्र इकः स्थाने यण् तत्रापि तदेव इकः षष्ठन्तं यण् प्रथमान्तं चि सप्तम्यन्तं भवति तथा एव अत्रापि अस्ति खलु भगिनि तृतीया तृतीया अस्ति वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत् इति वदति वर्णः वर्णः लास्ट् लैन् तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवति संयुक्तः इति किं लास्ट् लैन् फार् तृतीयाविभक्ति तृतीयाविभक्ति लास्ट् लैन् ओके हा परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत् ओके वर्णः किम् अस्ति अत्र हा वर्णः अस्ति यत् द डिसैडिङ्ग् वर्ण ओके इत्युक्ते अस्माकं तु स्तोः यदस्ति तस्य कारणेन यदा चवर्गीय अथवा षकारः आगच्छति हा तत्र संयोगः भवति ओके अवगत अतः एव स्तोः चुना स्तुः संहितायां दे हेव् गिवन् दट् वर्ण दट् मध्ये किमपि वर्णं नास्ति ओके ओके यत्र कुत्रापि वर्णविषयमस्ति पूर्वनिमित्तं वा परनिमित्तं मध्ये किमपि न आगन्तव्यं हा तत् मनसि स्थापयन्तु अतः एव संहितायां सर्वत्र आगच्छति ओके अत्र पश्यन्तु संहितायां यदस्ति एतदस्ति अधिकारः तस्मिन् विषये अनन्तरं वयं पश्यामः हा अद्य अहम् अग्रे किमपि न कृतवती केवलं रिविजन् कृतवती हा पुनरभ्यासं किमर्थं कारणं पूर्वं परं तस्य भ्रमः अस्ति सप्तमी पञ्चमी तृतीया षष्टी एतत् सर्वं किं दर्शयति हा किं वदति पाणिनि सूत्राणां उपयोगं कृत्वा कार्यं कथं करणीयं प्रोसेसिङ्ग् कथं करणीयं वट् आर् द स्टेप्स् फार् द प्रोसेसिङ्ग् तत् निर्दिशति ओके अतः निर्देशं यदा वयं सम्यक्तया अवगन्तुं न शक्नुमः अस्माकं प्रोसेसिङ्ग् मध्ये अशुद्धता आगच्छति अतः एव एतस्य किं बहुकालं चर्चा वयं कृतवन्तः ओके इतोपि प्रश्नाः सन्ति वा अहं चिन्तितवती अद्य व्याख्यानस्य आकृतिः विषये वयं द्रष्टुं शक्नुमः परन्तु न कृतम् ओके चलति परन्तु यावत्पर्यन्तं यद्वयं दृष्टवन्तः तत् सम्यक्तया अवगतवन्तः रूपल् भवत्याः ध्वनि न श्रुतम् अतः नाम आह्वयामि रूपल् पाणिनि सर् वयं कति विभक्तयः जानीमः रूपल् प्रथमा तृतीया प्रथमातः अरे म्यूट् करोतु न ओके रूपल् वदतु वयं कति विभक्तयः जानीमः अस्माकं सामान्य संस्कृते कोऽपि वा रूपल् रूपल् ओ वाय्स् ब्रेकिङ्ग् पुनः वदतु बहिः अस्ति प्रथमतः सप्तमीपर्यन्तं विभक्तयः इत्युक्ते सप्तविभक्तयः वयं जानीमः पाणिनि के के विभक्तयः उपयोगं करोति पाणिनेः प्रथमा तृतीया षष्टि पञ्चमी प्रथमा तृतीया पञ्चमी षष्टि इति विभक्तय उपयोगः सप्तमी नास्ति वा सप्तमी अपि क्षम्यतां सप्तमी अपि अस्ति ओके अतः प्राणिनि द्वितीया चतुर्थी न उपयोगं करोति उपयोगं करोति न उपयोगं करोति प्रथमा तृतीया अन्ये सप्तमी षष्टि सप्तमी षष्टि सप्तमी एतेषाम् आधारेण सः सूत्रं कथम् उपयोगं करणीयम् सूचयति ओके ओके अन्यप्रश्नः अस्ति समापयामः परीक्षायां कति अङ्काः आगताः परीक्षा समाप्ता हा ओके हमने मार्क्स अलग सेल्स डोंट गिव अस जीरो जस्ट गिव अस वन ओके 100% बन्नी 100% ओके मां भगिनी 100% प्राप्तवती ओके मम कृते कति अङ्काः भवती कृते 100% भगिनि भवती पुनः पुनः पृच्छति वयं सर्वे सन्देहं निवर्तयन्तः ओके चलो समापयामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः पुनर्मिलामः हा फस्ट् डू यू ऑल वांट क्लास ऑर नो